अस्तु, नमस्कारः. संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषये चर्चा प्रवर्तमाना अस्ति. पूर्वस्मिन् वर्गे करपत्रस्य अन्तिमभागतः आगतवन्तः. तत्र अन्तिमविषयः आसीत् यत् कपालस्य कपालिकाश्रितत्वात् अपि च घटस्य कपालाश्रितत्वात् द्वयोः पृथगाश्रयाश्रितत्वम् इति अस्ति इति कृत्वा घटकपालयोः संयोगः जायते इति न वाच्यम्. किमर्थं चेत् द्वयोः आश्रययोः स्थानभेदः नास्ति, यतोहि दृश्यते यत् पृथक्त्वम् अस्ति परन्तु समानदिक् उपाधिभूतानां समान दिग्भागव्यापीनां द्रव्ये ये परम्परा अस्ति तेषां मध्ये पृथक्त्वं न स्वीक्रियते. तदर्थं तत्र पृथक्त्वं नास्ति, भेदः एव अस्ति. तदनन्तरम् इतोपि किञ्चित् दृष्टवन्तः यत् विभागस्य अपि च पृथक्त्वस्य स्थले उपाधित्वम् अस्ति अपि च भेदस्य प्रतियोगिता, तयोर्मध्ये तुलना भवति चेदपि स्पष्टं भवति यत् द्वयोः साम्यं नास्ति. तौ भिन्नौ पदार्थौ इत्युक्ते अवधिः अपि च प्रतियोगिता, तेषां मध्ये तुलना कृतवन्तः अपि च दृष्टवन्तः यत् प्रतियोगिता ज्ञातव्यम् अस्ति चेत् इतोपि अधिकं ज्ञानम् अपेक्षते, पदार्थज्ञानम् अपेक्षते, पदार्थधर्मम् अपेक्षते, केन सम्बन्धेन अवच्छिन्ना अस्ति प्रतियोगिता तस्य ज्ञानमपि अपेक्षते. घटः पटो न इति वाक्ये पटस्य अन्योन्याभावः घटे इति दृष्टवन्तः, अथवा तादात्म्यावच्छिन्न पटत्वावच्छिन्न प्रतियोगिकाभावः घटे इति दृष्टवन्तः. पृथक्त्वस्य अवधिः तु साक्षात् एव ज्ञानं भवति, दर्शनेन एव तस्य ज्ञानं भवति, परन्तु प्रतियोगितायाः ज्ञानं सोपानेन भवति. प्रथमं पदार्थधर्मम् अपि च केन सम्बन्धेन अवच्छिन्ना भवति इति सर्वं दृष्ट्वा तस्य ज्ञानं भवति इति दृष्टवन्तः. इदानीम् अग्रे गच्छामः. प्रश्नः सन्ति चेत् पृच्छताम्. इतः पूर्वम् अपि च यत् कृतवन्तः पूर्वस्मिन् वर्गे प्रश्नाः सन्ति, केनापि प्रश्नम् अस्ति वा? अस्तु, नो चेत् नमस्कारः. केनापि आगतं वा? ओ नमस्कारः महोदय, उत्तमम्. इदानीं रामप्रिया भगिनी पठिष्यति वा? यतो हि इत्यस्मात् आरभ्य. सम्यक् श्रूयते खलु मम ध्वनिः? आम् आम् सम्यक् श्रूयते. यतोहि प्रतियोगिता इत्युक्ते कः पदार्थः? सा नियमेन केनचित् धर्मेण अवच्छिन्ना भवति, केनचित् च सम्बन्धेन अवच्छिन्ना भवति. प्रतियोगिता ज्ञातव्या चेत् इदं सर्वं ज्ञातव्यं भवति. प्रतियोगिता विषयिणी यदा प्रतीतिः जायते तदा अवश्यं प्रतियोगितायां किञ्चित् धर्म अवच्छिन्नत्वं किञ्चित् सम्बन्ध अवच्छिन्नत्वं ज्ञायते. अत्यन्त अभावस्थले भेदस्थले एवम् अस्ति. अतः इदम् अस्मात् भिन्नम् इति ज्ञातव्यं चेत् प्रतियोगिता भासते इति वक्तव्यं चेत् ततः इतोपि बहु किं किं ज्ञातव्यं भवति. पूर्वं सा केन अवच्छिन्ना, केन धर्मेण अवच्छिन्ना, केन सम्बन्धेन अवच्छिन्ना, एतत् सर्वं ज्ञातं चेदेव सा प्रतियोगिता ज्ञातुं शक्यते. तदर्थं किम् उक्तं? तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः नाम प्रतियोगिता ज्ञानार्थम् इदं सर्वं पूर्वम् अपेक्षते. तद् अधीनं ज्ञानं भवति प्रतियोगितायाः. तादात्म्यादिपदार्थानां यत् ज्ञानं, तद् ज्ञानं जायते चेदेव तद् उत्तरप्रतियोगितायाः ज्ञानं सम्भवति. अनेन प्रतियोगितायाः ज्ञानं कीदृशं? तादात्म्यादि अनेकपदार्थानां यत् ज्ञानं तत् अधीनं यत् ज्ञानम् इति प्रतियोगितायाः विषयः. एतत् सर्वं परिशीलितवन्तः पूर्वस्मिन् वर्गे, परन्तु स्वस्य शब्दैः किञ्चित् वदतु भगिनि अत्र. वाकिशः पठित्वा वदामि भगिनि. यतोहि प्रतियोगिता इत्युक्तौ कः, प्रथमं प्रश्नः अस्ति प्रतियोगिता इत्युक्तौ कः पदार्थः इति. नियमेन केनचित् धर्मेण अवच्छिन्ना भवति, केनचित् सम्बन्धेन अवच्छिन्ना. प्रतियोगिता इत्युक्तौ केनचित् धर्मेण अवच्छिन्ना भवति वा केनचित् सम्बन्धेन अवच्छिन्ना भवति इति. यदा घटत्वा अवच्छिन्ना इति वदामः चेत् वा तादात्म्यसम्बन्धेन अवच्छिन्ना प्रतियोगिता इति वदामः चेत् तद् अवच्छिन्ना धर्मेण वा सम्बन्धेन वा अवच्छिन्ना भवति प्रतियोगिता. प्रतियोगिता ज्ञातव्या चेत् इदं सर्वं ज्ञातव्यं भवति. यदा वयं प्रतियोगिता का इति ज्ञातव्याश्चेत् इदं सर्वम् इत्युक्ते अत्र धर्मः केन अवच्छिन्ना, सम्बन्धः केन अवच्छिन्ना इति अपि ज्ञातव्यं भवति. भगिनी, प्रतियोगिता तु स्वरूपसम्बन्धेन अवच्छिन्नं भवति किल, न तादात्म्ये अस्ति. स्वरूपसम्बन्धेन अन्यत् पदार्थे भवति, अवच्छिन्ना इति न. इत्युक्ते महोदय, प्रतियोगिता इत्युक्ते कः पदार्थः? अभावस्य विरुद्धः पदार्थः. अभावस्य विरुद्धः पदार्थः खलु. अभावः स्वरूपसम्बन्धेन वर्तते, प्रतियोगिता स्वरूपसम्बन्धेन न वर्तते खलु. अभावः स्वरूपसम्बन्धेन, अभावस्य विरुद्धपदार्थः अस्ति प्रतियोगिता. इत्युक्ते प्रतियोगिता यत्र कुत्रापि भवितुम् अर्हति. घटस्य प्रतियोगिता, घट अभावस्य प्रतियोगिता घटे अस्ति, परन्तु गृहाभावस्य प्रतियोगिता गृहे भवति. अष्टविंशतिः पुटे प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति इति लिखितमस्ति तत्र. अष्टविंशतिः पुटे अन्तिमविच्छेदे अभावः भूतले स्वरूपसम्बन्धेन भवति, प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति इति. अस्तु अस्तु महोदय, यद् भवान् उक्तवान् तत् सम्यक्. अभावः भूतले स्वरूपसम्बन्धेन भवति, प्रतियोगिता अपि घटे स्वरूपसम्बन्धेन भवति. क्षम्यता. परन्तु अत्र स्वस्मिन् तादात्म्येन सम्बन्धे प्रतियोगिता तादृशं नास्ति. घटः घटे तादात्म्य स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते, प्रतियोगिता अपि च घट अभावः तादृशपदार्थाः तु तादृशधर्माः स्वरूपसम्बन्धेन वर्तते इति. सम्यक्, उत्तमम्. इत्युक्ते अत्र किमर्थं तादात्म्य तादात्म्यसम्बन्धः आगच्छति इति पूर्वस्मिन् वर्गे किञ्चित् चर्चितवन्तः खलु. यदि घटद्वयम् अस्ति, परन्तु ए घट बी घट इति चिन्तयामः चेत्, ए घटस्य अन्योन्यभावः इच्छामः चेत् तत्र ए घटः तु तादात्म्यसम्बन्धेन स्वस्मिन् भवति. तदर्थं वदामः धर्मावच्छिन्न अपि च सम्बन्धावच्छिन्न. अभावः तादात्म्यसम्बन्धेन कथं द्रव्ये वर्तते भगिनि? स्वरूपसम्बन्धेन एव वर्तते. घटः घटे घटे तादात्म्यसम्बन्धेन वर्तते, घट अभावः भूतलस्वरूपसम्बन्धेन वर्तते. सत्यं. घटत्व प्रतियोगिता स्वरूपसम्बन्धेन घटे वर्तते. अस्तु, इदानीं तादात्म्य अवच्छिन्न पटत्वावच्छिन्न पटत्वावच्छिन्न इति अवगच्छति खलु कः पटः इति प्रश्नः कृते सति पटं दर्शयित्वा तादात्म्यावच्छिन्न पटत्वावच्छिन्न प्रतियोगिकाक अभावः घटे इति वदामः मम अहम् अवगच्छामि भवतः प्रश्नः अस्ति यत् पुनः वदतु भगिनी भवत्याः वाक्यं किम् घटः पटो न इति वाक्यमस्ति इति चिन्तयतु तदा पटाभावः घटे खलु पटस्य अन्योन्याभावः घटे अथवा तादात्म्यावच्छिन्न पटत्वावच्छिन्न प्रतियोगिकाप अभावः घटे इत्युक्ते प्रतियोगिता बहुत्र भवति भवति तदर्थं पटत्वावच्छिन्न वदामः तादात्म्य अवच्छिन्न प्रतियोगिता पटत्वावच्छिन्न प्रतियोगिता एवं वक्तुं शक्यते यदा सर्वे घटाः एकमेव इति न सर्वे पदार्थाः स्वस्मिन् तादात्म्येन भवति इति वयं जानीमः तदर्थं प्रत्येक एकाकी घटं स्वीकुर्मः चेत् तत्र सः घटः तस्मिन् तादात्म्येन भवति ए घटः बि घटः न इति स्थले कीदृशवाक्यं वयं स्थापयामः निरूपणार्थम् ए घटः पटो न इति वदामः पटो न इति त्यजतु ए घटः बि घटः न आम् आम् आम् ए घटः बि घटः न अस्तु कथं भवति पट बिपटत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिकाकभावः अहम् अवगच्छामि महोदय भवतः संशयः भवती अपि सम्यक् वदति एव बीघटत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिता कः अभावः एघटे बीघट किमर्थं तत्र बीघटत्वा अवच्छिन्न बीघटत्वा अवच्छिन्न अभावः ए घटे इति वदेत् चेत् तत् पर्याप्तं वा चिन्तयामः इदानीं पटत्वं द्वयोः क्षम्यतां घटत्वं द्वयोः घटयोः भवति खलु ए घटत्वम् इति प्रायः ए घटत्वम् इति न वक्तुं शक्नुमः न्यायरीत्या ये तु वयमेव संज्ञां कृतवन्तः किल अतः ए घटत्वा अवच्छिन्न ए घटत्वा अवच्छिन्न तत्तु तादात्म्यसम्बन्धेन एव स्वस्मिन् वर्तते ए घटत्वा अवच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिकाक अभावः अत्र प्रतियोगिताकः अभावः अत्र भवतः प्रश्नः प्रतियोगिता तु स्वरूपसम्बन्धेन भवति इति मम अहं विस्मृतवती परन्तु प्रतियोगिता इति स्वरूपसम्बन्धेन यस्मिन्नपि पदार्थे भवति परन्तु तादात्म्य अवच्छिन्न इति किमर्थं वदामः इति भवतः प्रश्नः तादात्म्य अवच्छिन्नः इति किमर्थं वदामः इत्युक्ते प्रत्येकं व्यक्तिं सूचनाय तत् वयं कुर्मः किमर्थमित्युक्ते प्रत्येकं व्यक्तिः इत्युक्ते ए घटः बि घटः इति इत्यादि ए घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते यदा ए घटः एव अस्माभिः विवक्षा अस्ति चेत् ए घटत्वावच्छिन्न तादात्म्य ए घटत्व एघटत्वावच्छिन्न तादात्म्यावच्छिन्न तत्र तादात्म्यमपि अस्ति, सम्बन्धः अस्ति, अपि च घटत्वमपि अस्ति. वचनं वार्ता एवम् अस्ति यत् पटत्वं तादात्म्यसम्बन्धेन घटत्वं तादात्म्यसम्बन्धेन पटे अस्ति इति. ए घटत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिकाभावः. प्रतियोगिता सर्वत्र भवति. अस्तु, घटे बहवः प्रतियोगिता भवितुम् अर्हति खलु. घटे भगिनी न न भगिनि घटे केवलं घटस्य प्रतियोगिता एव भवति. न न सत्यम्, अत्र सत्यं. परन्तु यत्र वदामः हस्तः वृक्षात् भिन्नः, हस्तः गृहात् भिन्नः, हस्तः पुस्तकात् भिन्नः, तत्र बहवः प्रतियोगिता भवति खलु. न भगिनि, भवती पश्यतु एतत् करपत्रे एव भेदस्य अनेकावधिकत्वं नास्ति, प्रतियोगिता एव. एकनिमिषः, अस्मिन् उदाहरणे हस्तः पुस्तकात् भिन्नः, पुस्तकावधिक पुस्तकत्वावच्छिन्न प्रतियोगिकाभावः हस्ते अस्ति खलु. तदेव अहं चिन्तयामि, तादृशं न वक्तुं शक्यते भेदस्थले इति अहं. न न, एतत् करपत्रं तदेव वयं दृष्टवन्तः इति. अत्र भेदः प्रतियोगिनं विहाय सर्वत्र सर्वासु द्रव्येषु अस्ति. यदा हस्तस्य उदाहरणे त्रयः पदार्थानां स्वीकुर्मः, पदार्थानि स्वीकुर्मः, पुस्तकं, गृहं, वृक्षः. तदा वृक्षत्वावच्छिन्न प्रतियोगिता हस्ते, पुस्तकत्वावच्छिन्न प्रतियोगिता हस्ते, अपि च गृहत्वावच्छिन्न प्रतियोगिता हस्ते भवति. पृथक्त्वं तु एकः एव, तत्र अवधिः बहवः भवितुम् अर्हति, परन्तु पृथक्त्वं पदार्थे एकः एव स्वीक्रियते. गुणः खलु, एकमेव पृथक्त्वम् अस्ति. सन्तोषः वा किम्? अस्तु, वदतु कः संशयः इदानीम् अस्मिन् उदाहरणे. एकनिमिषम् अहं पश्यामि. हा, एतावता अस्माभिः दृष्टं यत् अहं करपत्रात् पठामि. पृथक्त्वस्य निखिलावधिकत्वं नास्ति, संयोगस्य वियोगस्य च एवमेव निखिलावधिकत्वं नास्ति. अधुना भेदस्य का गतिः? भेदस्य निखिलावधिकत्वं भवति वा? पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल, पृथक्त्वं न तथा खलु. तदेव इदानीं इदानीं वदतु भगिनि पुनः. यथा मया उक्तम् इदानीमेव, बहवः प्रतियोगिता एकस्मिन् भेदीयप्रतियोगिता, बहवः भेदीयप्रतियोगिताः एकस्मिन् द्रव्ये भवितुम् अर्हति, परन्तु पृथक्त्वं तथा नास्ति, एकमेव पृथक्त्वम्. भेदीयप्रतियोगिता इति वक्तुं शक्नुमः वा? तद् दोषवत् इति अहं चिन्तयामि. भेद इत्युक्ते किम्? अभावः. अभावस्य प्रतियोगिता कथं? द्रव्यस्य प्रतियोगिता एव भवितुमर्हति किल? आमामाम् आम्. भेदीयप्रतियोगिता कीदृशी? पूर्वस्मिन् परिच्छेदे प्रथमवाक्यम् अस्ति खलु, देदीयप्रतियोगिता इत्युक्ते भेदस्थले प्रतियोगिता कीदृशी खलु? आं वदतु भगिनि. अस्तु, किञ्चित् आगतम्. इतोपि प्रश्नः सन्ति चेत् अवश्यं पृच्छतु. अहम् उत्तरं न दातुं शक्यते चेदपि महोदयं पृच्छामः. आमामामां, निश्चयेन वयं एतादृशं चर्चां कृत्वा एव अस्माकं स्पष्टता भवति. अतः सत्यं सत्यं महोदय, अहमपि तावत् अधिकं जानामि इति न वक्तुं शक्नुमः. अहमपि छात्रा एव, परन्तु वारद्वयं वा त्रयं वा पठितवती, तदर्थं किञ्चित् अस्तु अस्तु. भगिनि अनन्तरम्. आं भगिनि, कुत्र अत्यन्तभावस्थले भेदस्थले एवम् अस्ति. धर्मावच्छिन्नत्वं सम्बन्धावच्छिन्नत्वम् इति विषये अत्यन्तभावः एव भेदः एवम् अस्ति इति. न न न, अत्यन्तभेद अत्यन्तभावस्थले अपि च अन्योन्यभावः. अतः इदम् अस्मात् भिन्नम् इति ज्ञातव्यं चेत्, प्रतियोगिता भासते इति वक्तव्यं चेत्, ततः इतोपि बहु किं किं ज्ञातव्यं भवति पूर्वम्. अतः यदा पटः घटः भटात् भिन्नम् इति ज्ञातव्यं चेत्, प्रतियोगिता भासते इति वक्तव्यं चेत्, ततः इतोपि किं किं ज्ञातव्यम् इत्युक्ते धर्मः वा सम्बन्धः वा किम् इति ज्ञातव्यं भवति, केवलं प्रतियोगिता एव न इति. सा केन अवचिना, केन धर्मेण अवचिना, केन तदेव एतत् सर्वं ज्ञातं चेदेव सा प्रतियोगिता ज्ञातुं शक्यते. तदर्थमेव तदर्थं किम् उक्तम् इत्युक्ते, त्यादात्म्यादि अनेकपदार्थज्ञानाधीन ज्ञानविषयः नाम प्रतियोगिता ज्ञानार्थम् इदं सर्वं पूर्वम् अपेक्षते. तदीनं ज्ञानं भवति प्रतियोगितायाः. अतः प्रतियोगिता यदा वयं ज्ञातुं प्रतियोगितायाः ज्ञानार्थं वयं धर्मस्य ज्ञानं सम्बन्धस्य ज्ञानम् एतत् सर्वम् अपेक्षते. तत् अधीनं ज्ञानं भवति प्रतियोगितायाः. प्रतियोगिता अधीनं ज्ञानं तादात्म्यादि अन्तिमवाक्यं किञ्चित् क्लेशाय भवति. तादात्म्यादि अनेकपदार्थज्ञानानां यत् ज्ञानं तत् अधीनं यत् ज्ञानम् इति प्रतियोगितायाः विषयः. अत्र ज्ञानं तु सविषयकः एव, ज्ञानं सर्वदा सविषयकं खलु. अत्र यथा लिखितं पठामः चेत् ज्ञानं प्रतियोगितायाः विषयः भवति इति, परन्तु तत्र विषयसप्तमी इत्युक्ते विषय इत्युक्ते ज्ञानस्य विषयः इति न, प्रतियोगितायाः चर्चा इति वदामः अत्र. ज्ञानं सविषयकं खलु, ज्ञानं प्रतियोगितायाः विषयः न भवति, ज्ञानस्य विषयः प्रतियोगिता भवति. ज्ञानस्य विषये प्रतियोगिता. अस्तु, प्रश्नः अस्ति वा महोदय? न भगिनि, सम्यक् एव उक्तवती. सुनीलमहोदय, प्रश्नः अस्ति वा? अवगतं वा? न न न, प्रश्नः नास्ति. अस्तु, अग्रे पठति वा महोदय भवान्? सुनीलमहोदय. आमाम् आं पठामि. अधीनशब्दस्य अर्थद्वयं भवति न्यायशास्त्रे. क्वचित् प्रयोज्य प्रयोजकभावे भवति, अन्यत्र च जन्यजनकभावे अस्ति. अधीनशब्दस्य उभयथा अर्थो भवति. क्वचित् ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानजन्यज्ञानं, क्वचित् च ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानप्रयुक्तज्ञानं क्वचित् कार्यकारणभावः तस्य अन्यत्र प्रयोज्यप्रयोजकभावः अस्ति अत्र जन्यजनकभावः अत्र अधीन इत्युक्ते अर्थद्वयम् अर्थद्वयम् अस्ति इति एकः प्रयोज्यप्रयोजकभावे अस्ति अन्यत्र जन्यजनकभावे अस्ति इति जन्यजनक इत्युक्ते अत्र यः जन्यः अन्यः जनकः इति प्रयोज्यप्रयोजक इत्युक्ते अहं न स्मरामि अत्र अत्र उदाहरणमपि न दत्तमस्ति प्रायः अग्रे आगच्छति अतः अधीनशब्दस्य उदाहरण अर्थः अपि भवति कुत्रचित् ज्ञानाधीनज्ञानम् अस्ति अत्र ज्ञानजन्यज्ञानम् अन्यत्र ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानप्रयुक्तज्ञानमिति कुत्रचित् कार्यकारणभावः अस्ति अन्यत्र प्रयोज्यप्रयोजकभावः अस्ति अथवा तु जन्यजनकभावः एव अस्ति इति अस्तु जन्यजनकभावः अत्र कार्यकारणभावः अस्ति कः किं कार्यं कः कारणम् आम् अत्र अस्मिन् उदाहरणे वा अथवा किमपि न न अत्र जन्यजनकभावः कार्यं तु सर्वदा तस्य जन्यं भवति एव तत्र कार्यमस्ति जन्यः जनकः अस्ति कारणं यत्पूर्वं भवति तत् कारणं जन्यजनकभावः कार्यकारणभावः द्वयोः समानं ज्ञातुं स्मरणं सुलभतया भवति अत्र अत्र विशेषस्य ज्ञानार्थं प्रथमतया विशेषणस्य ज्ञानम् अपेक्षितं भवति तद्वत् अत्र धर्मावच्छिन्नत्वं तादात्म्यसम्बन्ध अवच्छिन्नत्वं च प्रतियोगिता इति विशेषस्य द्वे विशेषणे तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता अत्र तादात्म्यसम्बन्ध अवच्छिन्ना इति विशेषणवाचकपदम् विशेषणस्य ज्ञानं पूर्वम् अपेक्षते विशेषणज्ञानं विशेषस्य जनकं विशेषणज्ञानजन्यं विशिष्टस्य ज्ञानं भवति अतः अत्र अधीनशब्दस्य अर्थः जन्यः इति अत्र पुनः विशेषस्य ज्ञानार्थं विशेषणस्य ज्ञानं अपेक्षितं भवति इति स्वीकृत्य धर्मावच्छिन्नत्वं तादात्मसम्बन्धावच्छिन्नत्वं च प्रतियोगिता इति विशेषस्य द्वे विशेषणे इति अस्ति अत्र प्रतियोगिता कः का इति वदामः चेत् अत्र धर्मावच्छिन्नत्वं तादात्म्यसम्बन्धावच्छिन्नत्वम् इति द्वे विशेषणे इति यत्र विशेषणस्य तद्वत् तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता इति वाक्ये अत्र तादात्म्यसम्बन्ध अवच्छिन्ना इति विशेषणवाचकपदमस्ति अत्र प्रतियोगितायाः विशेषणवाचकपदमस्ति तादात्म्यसम्बन्ध अवच्छिन्ना इति विशेषणस्य ज्ञानं पूर्वम् अपेक्षते इति यदा विशेषणविशेषणभावे विशेषणज्ञानं पूर्वम् आवश्यकमिति अतः विशेषणज्ञानं विशेष्यस्य जनकं विशेषणज्ञानजन्यं शिष्टस्य ज्ञानं भवति अतः विशेष्यस्य ज्ञानार्थं विशेषणज्ञानं पूर्वमेव आवश्यकमिति तदर्थम् अत्र विशेषणज्ञानं विशेष्यस्य जन्यजनकम् इति अस्ति अतः विशेषणज्ञानजन्यं विशिष्टस्य ज्ञानमिति अपि वदति. अतः अत्र अधीनशब्दस्य अर्थः केवलं जन्यः इति एव स्वीकरणीयः. सर्वे अवगच्छन्ति वा? सुलभं भगिनि, एकम् उदाहरणं स्वीकृत्य एतत् प्रतिपादयितुं शक्यते वा? अस्तु अस्तु अस्तु अस्तु, एवं चिन्तयामः. उन्नतः बालकः, साधारण उदाहरणम्. अत्र बहवः बालकाः सन्ति. एकस्य विशिष्य बालकस्य वार्ता अस्ति अत्र. उन्नतः बालकः, बालकस्य ज्ञानार्थम् औन्नत्यं प्रथमं ज्ञातं भवति, ज्ञातुं भवति, प्रथमं तस्य ज्ञानं भवेत् खलु. औन्नत्यं यस्मिन् अस्ति सः बालकः इति वक्तुम् इच्छामः. तदर्थं विशेषणस्य ज्ञानं पूर्वं भवेत्, तदा विशेष्यस्य ज्ञानं भवति. उन्नतः बालकः, औन्नत्यं यस्मिन् अस्ति सः बालकः इति वदामः. तत्रैव अत्रापि प्रतियोगिता, तस्य द्वे विशेषणे अस्ति, तादात्म्यसम्बन्धावच्छिन्न अपि च धर्मावच्छिन्नत्व, द्वयोः विशेषणवाचकपदं. यस्मिन् ज्ञाने विशेष प्रतियोगितायाः ज्ञानम् अनन्तरं जन्यं भवति. पूर्वम् अवच्छिन् धर्मावच्छिन्नत्वं, तादात्म्यसम्बन्धावच्छिन्नत्वं द्वयोः यस् ज्ञानं भवति चेत् तदा प्रतियोगिता इत्यस्य ज्ञानं भवति इति लिखितमस्ति. प्रथमं अत्र अत्र अत्र उदाहरणे अवच्छिन्नत्वं किं, तादात्म्यसम्बन्धावच्छिन्नत्वं किं प्रतियोगितायाः? द्वयोः प्रतियोगितायाः विशेषणम् एव खलु, धर्मावच्छिन्न. तत्तु सत्यम्. उदाहरणे उन्नतः, अस्तु, उन्नतः चतुरः बालकः, उन्नत औन्नत्यं धर्मावच्छिन्नत्वम्, अपि च चातुर्यं तादात्म्यासम्बन्धावच्छिन्नत्वं, प्रतियोगिता इति बालकः. द्वयोः ज्ञानं भवति चेत् द्वयोः यस्मिन् भवति सः एव बालकः इति वक्तुम् इच्छा. किमर्थं चतुरः इत्यपि योजितवती? तद् आवश्यकं वा? न न, भवान् उक्तवान् अत्र समान उदाहरणं दातुम् इच्छामि स्म. धर्मावच्छिन्नत्वं, तादात्म्यासम्बन्धावच्छिन्नत्वं द्वे विशेषणे स्तः खलु, तदर्थं तत्रापि द्वे विशेषणे स्वीकृतवती. प्रतियोगिताविषये किमपि उदाहरणं वक्तुं शक्यते वा? प्रतियोगिता धर्मावच्छिन्नत्वं, तादात्म्यसम्बन्धावच्छिन्नत्वं च प्रतियोगिता इति विशेष्यस्य द्वे विशेषणे इति घटम् इति स्वीकुर्मश्चेत् घटमेव घटाभावस्य प्रतियोगिता. न न न, धर्मावच्छिन्नत्वं किं तत्र? घटत्वं तादात्म्यसम्बन्धावच्छिन्नत्वं स एव. ओ, इत्युक्ते प्रत्येकं द्रव्ये धर्ममेव परिणमति, तादात्म्यसम्बन्ध अवच्छिन्नं यदा पटस्य विषये वदामश्चेत् पटत्वावच्छिन्नत्वं, तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति सत्यं. घटस्य विषये चेत् घटत्वावच्छिन्नं, तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति सत्यम्. अत्र प्रथमं यदा वयं पूर्वस्मिन् भागे आसम् तत्र अन्योन्यभावस्थले एव तादात्म्यसम्बन्ध आगतः. अन्योन्यभावस्य संज्ञाकरणार्थमेव तादात्म्यसम्बन्ध इति सम्बन्धम् आगतं. तत्पूर्वं वयं न दृष्टवन्तः प्रकारता यत्किमपि सम्बन्ध दृष्टवन्तः, तत्र तादात्म्यं न आसीत्. परन्तु यत्र अन्योन्यभावम् इति पदार्थस्य ज्ञानम् अवगन्तुं प्रयत्नं कृतवन्तः, तत्र सर्वे पदार्थाः स्वस्मिन् तादात्म्येन भवन्ति इति प्रथमवाक्यम् आसीत्. तत्र एव तदर्थं तादात्म्यसम्बन्धः सर्वत्र भवति प्रतियोगिता अवच्छिन्नत्वेन, परन्तु घटः वा पटः वा गृहं वा धर्मः भिन्नः भवति. इत्युक्ते ये घटः इति वदनार्थं ये घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता कः इत्यपि वक्तुं शक्यते. परन्तु ए घटत्वं बि घटत्वं समानम् इति भवतु, जातिः खलु समानानां धर्मः जातिः इत्युक्ते घटत्वं तु समानः भवति एव. मम चिन्तनमस्ति तत्र वयम् उक्तवन्तः ए घटत्वावच्छिन्न इति सम्यक् वा न वा इति मम किञ्चित् भ्रमः अस्ति. यदा घटः पट न इति स्थले घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः घटे अस्ति, घटे अस्ति इति नास्ति, इत्येव घटः घटस्य लक्षणं तत् घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न अवच्छिन्न प्रतियोगिताकः घटः इति. प्रतियोगिताक अभावः घटे अथवा पटे भवतः उदाहरणम् अवलम्ब्य भवति. परन्तु मम तत्र ए घटः अस्ति बि घटः अस्ति तत्र ए घटत्वावच्छिन्न इति न वक्तुं शक्नुमः इति मन्ये. तदर्थमेव तादात्म्यसम्बन्धः आगतः. ओ इत्युक्ते घटत्वम् एकमेव इति वा? आम् आम्, घटस्य भावः घटत्वं खलु. पृच्छामः ए घटः घटः इति अस्ति चेत् ये घटत्वावच्छिन्न न वदामः इति मन्ये अहं, परन्तु पृच्छामि अस्तु. हा यदा तादृशं न अहमपि ममापि तादृशं भाति ये घटत्वावच्छिन्न इति न वक्तव्यम् इति, किन्तु ए घटः बि घटः न इति स्थले किं वक्तव्यम् इति वयं तदेव ए घटः बि घटः अस्ति चेदेव तादात्म्यसम्बन्धः अवच्छिन्न इति आगच्छति. घटः पटः न इति वदनस्य आवश्यकता तत्र तादात्म्य अवच्छिन्नत्वं न अपेक्षते एव, परन्तु तस्य स्वीकरणे किमपि क्लेशः नास्ति, परन्तु आवश्यकता नास्ति इति मन्ये. अतः स्थले तादात्म्यसम्बन्धस्य आवश्यकता नास्ति एव वा इत्युक्ते इति चिन्तयतु. एका एव भूमिः अस्ति, एकः एव सूर्यः अस्ति. सूर्यः भूमिः न इति वदनस्य सन्दर्भे बहवः भूम्यः नास्ति न सन्ति, अपि च बहवः सूर्याः अपि न सन्ति. तत्र तादात्म्य अवच्छिन्नत्वं न अपेक्षते खलु. इदानीं मम सर् बहु भ्रमः जातः इदानीं. त्यजामः वयम् अग्रे गच्छामः. अस्तु, तादात्म्यसम्बन्धः आगच्छति यदा घटत्वमेव अवच्छेदकं न भवति. अस्तु, तत् पर्याप्तं नास्ति, तदेव तावद् तदा एव तादात्म्यसम्बन्धः आवश्यकं भवति इति तु सत्यम्. बहवः घटाः सन्ति चेत् तत्र तादात्म्यसम्बन्धः आवश्यकः भवति. एकमेव घटः अस्ति, एकमेव पटः अस्ति विश्वे इति अस्ति चेत् तत्र तादात्म्य न आवश्यकी खलु. तत्रापि सूर्यः तु तस्मिन् तादात्म्यसम्बन्धेनैव वर्तते किल. सत्यं, तत् सत्यं, तत् सत्यं, परन्तु तत्र आवश्यकता अस्ति वा प्रतियोगितायाः ज्ञानार्थम्? इदानीं मम भ्रमः जातः. अस्तु अस्तु अस्तु भगिनी, एकत्रिंशत् पुटे तद्विषये अस्ति किल एकः परिच्छेदः तादात्म्यसम्बन्ध. एकत्रिंशत् वा? पुस्तके पुस्तके क्षम्यता. पठतु भगिनि. सर्वे अपि पदार्थाः उक्तसम्बन्धेन स्वस्मिन् भवति. उक्तसम्बन्धेन इत्युक्ते अत्र तादात्म्य तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. अयं च भेदः अन्योन्य अभावः इति अभावविभागे चतुर्थः निर्दिष्टः. पटं विहाय सर्वत्र भवति एव. सत्यं सत्यं. परन्तु पटत्भावच्छिन्नप्रतियोगिता इति एव साधु खलु. यदा भूमिसूर्यस्य उदाहरणे तादात्म्यसम्बन्धेन सर्वे पदार्थाः स्वस्मिन् भवति, तत् सत्यमेव. परन्तु अवच्छेदकं प्रतियोगितायाः अवच्छेदकं सूर्यत्वम् अथवा भूम्यत्वं तदेव साधु. अस्तु महोदय. ए घटे बि घटे एव तादात्म्यसम्बन्धः तत्र सम्यक् एव आवश्यकम् इति मम अवगमनम् अस्तु. इति मम अवगमनम् अस्तु. अन्यत् केचन प्रश्नाः सन्ति वा महोदय? सुनील् महोदय अवगच्छति खलु. अहम् इदानीं भवत्याः उदाहरणे अपि उन्नतः बालकः इति तस्मिन् उदाहरणे अपि बालके धर्मावच्छिन्नत्वं स्थापयितुं शक्नुमः किल? यदा बालकाः सन्ति बालिकाः सन्ति तस्मिन् उदाहरणे तत्रापि केवलं चतुरः इति न चतुरः इति विहाय केवलम् उन्नतः बालकः इति वदामः चेत् तत्रापि धर्मावच्छिन्नत्वं भवति किल? सत्यं सत्यं. परन्तु विश्वे बहवः बालकाः भवितुम् अर्हन्ति खलु. तदा एव तादात्म्यसम्बन्धावच्छिन्नत्वम् अपेक्षते इति मम चिन्तनम्. तस्मिन् समये द्वयमपि आवश्यकम् अथवा अथवा एकमेव पर्याप्तं पर्याप्तं तदेव मम चिन्तनं. परन्तु पश्यामः. पुनः रक्षा भगिनीं पृच्छामि अथवा महोदय लिखति वा? शुकवनमहोदय सर्वदा लिखति इति मन्ये खलु. सर्वदा लिखति. बहवः प्रश्नाः सन्ति भवतः इति मन्ये. सत्यं वा? तदा एव अवगन्तुं शक्नुमः. नो चेत् केवलपठनेन किमपि न भवति खलु. आम् आम्. किन्तु अस्मिन् विषये भगिनी एव लिखतु. अस्तु अस्तु अहं लिखामि. अस्तु महोदय पठति वा इदानीम् अग्रे? हा पठामि भगिनि. अत्र कः कार्यकारणभावः इत्युक्तौ विशिष्टविषयविषयकज्ञानं प्रति विशेषणविषयकज्ञानं कारणं भवति. विशिष्टज्ञानार्थं पूर्वं विशेषणस्य ज्ञानम् आवश्यकम्. अतः घटभेदप्रतियोगितायाः ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्व तादात्म्यसम्बन्ध अवच्छिन्नत्वयोः पूर्वज्ञानम् अपेक्षते. तदुत्तरा तदवच्छिन्ना प्रतियोगिता. अतः घटत्वज्ञानाधीनं घटत्वावच्छिन्नप्रतियोगिता इति ज्ञानम्. अत्र कार्यकारण अधीनत्वं कार्यकारणभावे कथम् इति तस्य विवरणमस्ति. विशिष्टविषयकज्ञानं प्रति इत्युक्ते अस्माकम् उदाहरणे उन्नतः बालकः इति विशिष्ट बालकः बालकस्य ज्ञानं प्रति विशेषण विषयकज्ञानं कारणं भवति. यदा दशबालकाः सन्ति चेत् तत्र एकमेव उन्नतः बालकः भवति चेत् उन्नतः इति विशेषणस्य ज्ञानं अपेक्षितमस्ति उन्नतः बालकस्य ज्ञानाय. विशिष्टज्ञानार्थं पूर्वं विशेषणस्य ज्ञानम् आवश्यकं, तदेव मया उक्तम् इदानीम्. अतः घटभेदप्रतियोगितायाः ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्व तादात्म्यसम्बन्धावच्छिन्नत्वयोः पूर्वं ज्ञानम् अपेक्षते. घटभेदप्रतियोगितायाः घटप्रतियोगिता घटमेव समानम् अत्र घटभेदप्रतियोगितायाः ज्ञानार्थं. घटभेदप्रतियोगिता इत्युक्ते कः इत्युक्ते पटः घटो न तत्र तत्र घटभेदप्रतियोगिता पटः पटे भवति. आम् घटभेदप्रतियोगितायाः ज्ञानार्थं तस्य ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्व तादात्म्यसम्बन्ध अवच्छिन्नत्वयोः पूर्वं ज्ञानम् अपेक्षते. इत्युक्ते अत्र घटभेदप्रति घटः पट न इति स्थले घटभेदप्रतियोगिता पटे वर्तते. धर्मावच्छिन्नत्वम् इत्युक्ते पटत्वावच्छिन्न ज्ञानं. पटः तु तस्मिन् तादात्म्यसम्बन्धेन वर्तते इति पूर्वं ज्ञानम् अपेक्षते. अत्र प्रसङ्गः अस्ति पटः घटो न इति. तदर्थमेव घटभेदप्रतियोगितायाः ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्वं तादात्म्यसम्बन्धावच्छिन्नत्वयोः पूर्वं ज्ञानम् अपेक्षते. घटभेदः पटे अस्ति. अनुयोगी कः? अनुयोगी पटः. आम् अस्तु समानं पुनः पुनः तदेव लिखितम् अस्ति. अत्र तादात्म्यसम्बन्धावच्छिन्नत्वं किञ्चित् भ्रमकरः, तस्य विषयं पुनः पृच्छामः. अन्यत् विषयम् ज्ञातुं शक्यते खलु? अत्र किमपि नूतनवार्ता नास्ति अत्र. तदुत्तरा तदवच्छिन्ना प्रतियोगिता. आम् अतः घटत्वज्ञानाधीनं घटत्व अवच्छिन्नप्रतियोगिता इति ज्ञानम् इत्युक्ते अवलम्ब्य द्वयोः ज्ञानम् अवलम्ब्य नूतनज्ञानम् उत्पद्यते, यः प्रतियोगितायाः ज्ञानम् इति. धर्मावच्छिन्नत्वज्ञानम् अपि च तादात्म्यसम्बन्ध अवच्छिन्नत्वज्ञानं नास्ति चेत् घटस्य ज्ञानं न भवति इति. प्रतियोगिताज्ञानं न भवति. आम् आम् अत्र भवानेव पठतु. प्रश्नः उदेति, तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता, किन्तु पृथक्त्वस्य अवधित्वं तथा ज्ञानाधीनं नास्ति इत्युक्तं, परञ्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वावच्छिन्नं भवति इति भाति. एवं रीत्या अत्रापि पूर्वज्ञानम् अपेक्षितमेव. तर्हि उभौ अपि कथञ्चित् ज्ञानाधीनौ खलु? प्रतियोगिता ज्ञानाधीना, किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते इति प्रश्नः. इदानीम् अस्माभिः विवक्षा तु भेदः पृथक्त्वभेदयोः मध्ये कः वैलक्षण्यम् इति. किन्तु अत्र प्रश्नः अस्ति, भेदस्य ज्ञानार्थम् अपि भेदस्य ज्ञानम् अपि अधीनमस्ति, अन्य विशेषणस्य अधीनमस्ति, पृथक्त्वस्य ज्ञानमपि अधीनमस्ति, अतः द्वयोः मध्ये किं वैलक्षण्यम् इति सत्यं सत्यं, परन्तु भेदस्थले प्रतियोगिता अपि च पृथक्स्थले अवधित्वम्, द्वयोः तुलना भवतु इति प्रथम सिद्धान्तः खलु, तेषां सम्यक्तया परिशीलनेन अवगन्तुं शक्नुमः यत् द्वयोः समानं न, प्रतियोगितायाः ज्ञानार्थं बहु किमपि ज्ञातं भवेत् पूर्वं, धर्मावच्छिन्नत्वं तादात्म्यसम्बन्धावच्छिन्नत्वं तयोः ज्ञानयोः नूतनं ज्ञानम् उत्पद्यते यस्मिन् प्रतियोगिता इति ज्ञातुं शक्नुमः, तथा लिखितम् उपरि. इदानीं पृथक् पृथक्त्वस्य अवधित्वं तथा ज्ञानादीनम् इति नास्ति इति उक्तं पूर्वं खलु, पृथक्त्वं तु साक्षात् एव ज्ञानं भवति, दर्शनेन एव तस्य ज्ञानं भवति, भिन्नदेशमेव अपेक्षितं पृथक्त्वस्य स्थले इति दृष्टवन्तः. परन्तु अत्र किं लिखितमस्ति, परञ्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटावच्छिन्न, पठतु तत्र भवान् एव वदतु तस्मिन् वाक्ये, परञ्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वावच्छिन्नं भवति इति भाति, इत्युक्ते तत्र पृथक्त्वं साक्षात् न दृश्यते, पटत्वावच्छिन्न पटत्वावच्छिन्नम् इति एवं रीत्या अत्रापि पूर्वज्ञानम् अपेक्षितमेव, पटत्वावच्छिन्नस्य ज्ञानं पृथक्त्वस्य ज्ञानाय आवश्यकम्, अतः पटत्वावच्छिन्न अधीनं पटात् पृथक् इति ज्ञानम् इति भाति. इत्युक्ते तयोः मध्ये भेदस्थले प्रतियोगिता ज्ञानम् आवश्यकं, तस्य ज्ञानार्थं धर्मस्य ज्ञानं, धर्मावच्छिन्नज्ञानम् अपि च तादात्म्यसम्बन्धावच्छिन्नज्ञानम् इति गच्छति. पृथक्तस्थले अपि अवधित्वं तत्र कानिचन धर्माः धर्मस्य ज्ञानम् अपेक्षितम्, अतः तयोः मध्ये वैलक्षण्यं किम् इति लिखितमस्ति, परन्तु तत् सत्यं वा? भवानेव वदतु, पृथक्त्वस्थले अवधित्वमपि पटत्वावच्छिन्नं भवति, तत् सम्यक् खलु? यथा मया उक्तं पूर्वं, हस्तः पुस्तकात् पृथक्, तत्र पुस्तकत्वावच्छिन्न अवधिः हस्ते खलु, तथैव हस्तः वृक्षात् पृथक्, वृक्षावधिकं वृक्षावधिकपृथक्त्वम् अस्ते. आम्, द्वयोः स्थल द्वे द्वौ अवधित्वम् अवधिकपृथक्त्वम् इति वदामः खलु, वृक्षावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वं, परन्तु हस्ते कति पृथक्त्वम् इति अस्ति, पृथक्त्वम् इति गुणः एकमेव, यतोहि अवधित्वं पटावच्छिन्नत्वं भवितुम् अर्हति, अथवा गृहावच्छिन्नत्वं भवितुम् अर्हति, अथवा वृक्षावच्छिन्नत्वं भवितुम् अर्हति, तत्र तस्य अवगमनाय आवश्यकता नास्ति खलु. पृथक्त्वं तु एकः एव, अधिकरणे अथवा द्रव्येन भिद्यते, द्रव्येन विशिष्यते. हस्ते एकमेव पृथक्त्वम् अस्ति, यतोहि पुस्तकावधिकपृथक्त्वम् इति वदामः, वृक्षावधिकपृथक्त्वम् इति वदामः, परन्तु तौ द्वौ अवधयः एव, पृथक्त्वं तु एकमेव. तस्य विवरणम् अग्रे दत्तमस्ति, परन्तु इदं किञ्चित् संक्षेपरूपेण वदामि. तत् अस्तु अग्रे. प्रतियोगिता नानाधीन किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति वा इत्यनेन तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते इति प्रश्नः. अवगतं वा? अवगतम् अवगतं भगिनि. भगिनि अवगच्छति वा? आं भगिनि. प्रश्नः अस्ति चेत् पृच्छताम्. अस्तु अग्रे भवती एव पठतु. आम्, उत्तरत्वेन उच्यते. पृथक्त्वस्य अवगमनार्थम् एतत् सर्वं परिशीलनं न अपेक्षितम्. घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वं घटे घटेन च विशिष्यते. घटः पटात् भिन्नः इति प्रतीतौ भेदः प्रतीतो भेदः घटे किन्तु घटेन न विशिष्यते इति कारणतः अयं भेदः कीदृशः इत्यस्य अवगमनार्थम् इतोपि परिशीलनम् अपेक्षितम्. प्रतियोगी कः, तस्मिन् विद्यमानप्रतियोगिता कीदृशी इति परिशीलनीयं भवति. यावत् न क्रियते तावत् प्रतीतिः एव न बुध्यते, किन्तु पृथक्त्वं तस्य अवधित्वं च न तदा. यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते, यया रीत्या प्रश्ने उक्तं तस्य आवश्यकता नास्ति. अत्र किमुक्तं, विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वं. यत्र विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वं वर्तते तत्र प्रतीयमानम् अवधित्वं विस्पष्टम्. ततः अग्रे परिशीलनस्य आवश्यकता नास्ति. पृथक्त्वस्य गुणत्वात् आश्रयद्रव्येण विशिष्टत्वात् विभिन्नदेशव्यापिमूर्तवृत्तित्वात् उत्तरम् अस्ति यत् यदा वयं पृथक्त्वस्य अवगमनार्थं एतत् सर्वम् इत्युक्ते अत्र यदा वयं वेदस्थले धर्मः वा सम्बन्धः वा परिशीलनं कृतवन्तः, एतत् सर्वं पृथक्त्वस्थले न अपेक्षितम् इति. किमर्थं भगिनि, अवगच्छति वा किमर्थं न अपेक्षितम्? किमर्थम् इत्युक्ते तत्र तु भिन्न विभिन्नदेशवृत्तित्वम् अस्ति चेदेव पर्याप्तम्. अवधित्वमेव किं वदामः, कस्मात् पृथक् इति वयं पृच्छामः, उत्तरं प्राप्तं चेत् तदेव पर्याप्तम्. एतद् धर्मः वा सम्बन्धः वा पृथक्त्वस्थले तस्य आवश्यकता नास्ति. विभिन्नदेशे अस्ति, अनन्तरं आश्रयद्रव्येण विशिष्टम् इत्युक्ते यदा तस्य अवयवपरम्परा तद् तदेव पर्याप्तम् इति. सत्यं, यत् यदा भेदस्थले अस्ति तद् न आवश्यकम् अत्र पृथक्त्वस्थले. इत्युक्ते पृथक्त्वं गुणः खलु, गुणः इत्यस्मात् गुणे द्रव्ये एकमेव पृथक्त्वगुणः भवितुम् अर्हति. यदा बहवः पृथक्त्वगुणः भवति चेत् तत्र धर्मावच्छिन्नत्वं वा सम्बन्धावच्छिन्नत्वम् अवच्छेदकम् अपेक्षते. यदा बहवः सन्ति तदा अवच्छेदकम् अपेक्षते, परन्तु द्रव्ये एकमेव पृथक्त्वं भवति अपि च द्रव्येण विशिष्यते. इत्युक्ते हस्तगतपृथक्त्वं, वृक्षगतपृथक्त्वं, वृक्षे बहवः अवयवाः सन्ति, शाखाः सन्ति, परन्तु तेषां पृथक्त्वं न कल्प्यते खलु. अवयव अवयवी परम्परायाम् एकमेव पृथक्त्वम्, तदेव लिखितम् अत्र. विभिन्नदेशव्यापिमूर्तवृत्ति इत्युक्ते देशस्य भिन्नता एव अपेक्षते पृथक्त्वस्य कृते. भगिनी क्षम्यतां भगिनि, अहं 10 निमिष अनन्तरम् आगच्छामि भगिनि. निश्चयेन, चिन्ता नास्ति. अस्तु, इदानीं करपत्रं समाप्तं. करपत्रं दीर्घरीत्या पठितवन्तः, बहवः शब्दाः, संज्ञाः, प्रतीतिः, बहु किमपि दृष्टम् अत्र. इदानीं किं महोदयेन किं कृतम् इत्युक्ते सः ग्रन्थेन पठितवान् पाठितवान्, तदेव कुर्मः अत्रापि. षण्णवतितमे पुटे विद्याधरीग्रन्थे षण्णवतितमे पुटे भेदस्य पृथक्त्वस्य च को विशेषः. इदानीं परिच्छेदं परिच्छेदं पठित्वा सारांश सारांशत्वेन किञ्चित् वदामः. यदा किञ्चित् कष्टं भवति अथवा अवगमनं नास्ति तत्र दीर्घरीत्या पुनः पश्यामः, नो चेत् सारांशत्वेन वदामः. बहु दीर्घा चर्चा जाता, इदानीं सर्वं प्रायः सम्यक्तया अवगन्तुं शक्नुमः इति मन्ये. स्थलं प्राप्तं वा? आमां कः विशेषः पठतु. अत्र इदं वक्तव्यं, घटः पटो न, घटः पठात् पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकभावरूपम् अभावरूपं साधयन्ति इति उक्तं. तैः ज्ञानैः सिद्ध्येन पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः. रूपं न घटः इति प्रत्यनेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तथैव उच्छेदनं न पटः, घटत्वं पटत्वात् भिन्नम्. एतत् विशेषः तद्विशेषात् भिन्नः. समवायः न संयोगः, घटाभावो न पटाभावः इत्यादिप्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथा च भेदः अन्योन्यभावः सर्वत्र वर्तते. अत्र सारांशत्वेन किमपि अवगन्तं वा, वक्तुं शक्यते वा भवता? अहं वक्तुं प्रयत्नं करोमि. अत्र घटः पटः न अथवा घटः पटात् भिन्नः इति भिन्नप्रयोगौ स्तः. अत्र तद् अन्योन्यभावं साधयति, प्रकटयति. अस्तु, प्रकटयति. अत्र तत्र अभावरूपमपि अभावरूपः इति पदार्थः पदार्थं जनयति. अतः तत्र भेदः इति सर्वपदार्थवृत्तिः. अष्टमे पुटे पश्यतु, अष्टमे पुटे एकं चित्रं दर्शितम् अस्ति. तत्र दर्शितमस्ति यत् अभावः सर्वपदार्थवृत्तिः. अभावः अभावे अपि भवितुम् अर्हति, अभावः समवाये अपि भवितुम् अर्हति, तदर्थं सर्वत्र भवितुम् अर्हति इति तत्र लिखितमस्ति, दर्शितमस्ति. तस्य उदाहरणानि दत्तमस्ति अत्र. रूपं घटो घटः न, अथवा उत्क्षेपणं पटः न, घटत्वं पटत्वात् भिन्नः, इत्सर्वम् एतत् सर्वम् उदाहरणानि तस्य चित्रस्य. इत्युक्ते प्रथमं भवानेव वदतु अत्र तथैव उत्क्षेपणं न पटः, तत्र किं प्रतिपाद्यति? तत्रापि भेदः एव अस्ति इति. इत्युक्ते उच्चेपणं पटः न, इत्युक्ते न पटः इत्युक्ते अत्र उच्चेपणपटयोः मध्ये भेदः अस्ति इति. उत्क्षेपणं तत्रापि घटत्वं पटत्वात् भिन्नं, तत्रापि घटत्वपटत्वयोः मध्ये भेदः अस्ति सामान्यम् अथवा अत्र एतद् विशेषः तद् विशेषाद् भिन्नः इति वदामः चेत् अत्रापि भेदः, तत्र विशेषस्य भेदः. समवायः न संयोगः, अत्र समवायसंयोग मध्ये भेदः अस्ति इति. घटाभावः न गुणः, संयोगः गुणः, समवायः स्वयमेव पदार्थः. अस्तु, घटाभावः न पदाभावः इत्यादि अभावप्रत्यये अभावौ अपि स्थापयति. अत्र क्रियादिनिष्ठत्वमपि सिद्ध्यति. क्रियादि इत्युक्ते क्रियात् आरभ्य, कर्मात् आरभ्य कर्म सामान्यं विशेषसमवाय अभावः, तस्मिन् सर्वेषु भेदः प्रदर्शितम् अस्ति. द्रव्यं वदतु. भेदः सर्वत्र अस्ति इति, सर्वपदार्थवृत्तिः इति अत्र उक्तम्. अस्तु, अवगतं वा भगिनी? अवगच्छति इति मन्ये. सुकुमनमहोदय आगतं वा? अहं पठामि अग्रे. अस्तु, पठतु महोदय. परन्तु पृथक्त्वा घटः पटा महोदय आगतवान् वा? पठतु महोदय. परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, न तु गुणादौ. गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्रागुक्तम्. अकारणे गुणे कथं पृथक्तरूपं कार्यमुत्पद्येत? कस्यचित् गुणे जायमानोऽपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्तरूपं गुणमवगाहते, किन्तु घटभेदमेव रूपनिष्ठम्. तस्मात् पृथक्त्वं भेदात् विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्र वृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. द्रव्यभिन्ने नास्ति इति अपि तदर्थः. तेन च सर्वपदार्थवृत्तिः यः भेदः, तस्मात् अस्य वैलक्षण्यं सूचितम्. अत्र सारांशरूपेण वयं पूर्वं दृष्टवन्तः, अत्र पृथक्त्वम् इति गुणः द्रव्ये एव भवति, सर्वत्र नास्ति इति. परन्तु भेदः सर्वपदार्थवृत्तिः इति. पृथक्त्वं नवद्रव्यवृत्तिः एव, पृथक्त्वं गुणः, तदेव भेदः च पृथक्तयोः मध्ये वैलक्षण्यं सूचितमिति. अस्तु, अत्र द्वितीयवाक्यं पुनः पठति वा? गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्रागुक्तम्. अत्र समवायिसम्बन्धः कुत्र कुत्र भवति? समवायसम्बन्धः गुणद्रव्योः मध्ये भवति, अवयव अवयोः मध्ये भवति, विशेषभावयोः मध्ये भवति, क्रियाक्रियावदोः मध्ये, जातिव्यक्तयोः, जातिव्यक्ति व्यक्तयोर्मध्ये अपि भवति. पञ्चस्थलेषु गुणादिसमवायिकारणता इत्युक्ते गुणः, गुणस्य कारणं भवति द्रव्यं, द्रव्यं खलु, तदेव. अनन्तरं तृतीयवाक्यं किञ्चित् अकारणे गुणे क्लिष्टम् अस्ति, तत्र पुनः पश्यामः. अकारणे गुणे कथं पृथक्त्वं कार्यमुत्पद्येत? तस्य अर्थः कः? कारणं विना गुणः कथं पृथक्तरूपं उत्पादयति इति एव. द्रव्यं विना पृथक्त्वं, पृथक्त्वगुणं, पृथक्त्वगुणः कथं भवति इति प्रश्नः. अकारणे गुणे इत्युक्ते गुण कारणं विना गुणः इति. इत्युक्ते गुणस्य कारणं गुणः न भवितुम् अर्हति. गुणस्य समवायिकारणं भवति द्रव्यम्. अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत? पृथक्त्वरूपमिति रूपमिति न पृथक्त्व अत्र सामान्य अर्थः अत्र रूपम् इति पृथक्त्वम् इति कार्यं कथम् अकारणे गुणे उत्पद्येत? गुणस्य समवायिकारणं द्रव्यमेव. गुणः गुणस्य कारणं न भवितुम् अर्हति. तदर्थं तथा लिखितमस्ति. अस्तु महोदय, आगतवान् वा? आं भगिनी, आगतवान्. इदानीं कुत्र पठन् सन्ति वयम्? इदानीं करपत्रं समाप्तं. तदनन्तरं तेषु दिनेषु अस्मिन् अस्माकं वर्गे महोदय पुनः ग्रन्थेन पाठितवान्. विद्याधरी ग्रन्थे षण्णवतितमे पुटे. अस्तु भगिनि, तत्र कस्य परिच्छेदः? किं परिच्छेदः? द्वितीय. द्वितीय भेदस्य पृथक्त्वस्य च को विशेषः, तस्य शीर्षकमस्ति द्वितीयपरिच्छेदे स्मः. प्रथमपरिच्छेदस्य अर्थः अवगतः वा? तत्तु सप्तनवति नवतिः पुटे एव अस्ति किल? न, षण्णवतितमे इत्युक्ते 96. आमाम् आम्. तस्य प्रथमपरिच्छेदे किमपि नूतनविषयः नास्ति. तत्र लिखितम् अस्ति भेदः इति सर्वपदार्थवृत्तिः. तस्य कृते भिन्नानि उदाहरणानि दत्तम् अस्ति. कर्म द्रव्यं नास्ति. जातिः स्वीकृत्य एकम् उदाहरणं, विशेषं स्वीकृत्य एकम् उदाहरणं, समवाय इत्युक्ते सर्वेषु अभावः भवति एव इति दर्शितमस्ति. तावदेव. द्वितीयपरिच्छेदे किञ्चित् घनः विषयः अस्ति. तदर्थं किञ्चित् अङ्किशः पठामः इति चिन्तनं. तृतीयवाक्ये स्मः इदानीम्. अस्तु भगिनि. अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत? अनन्तरं महोदय, कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्रूपं गुणमवगाहवे, किन्तु घटभेदमेव रूपनिष्ठम्. तत्र किम् अस्ति अत्र? कः प्रत्ययः अथवा प्रतीतिः कः अत्र? अत्र गुणः गुणः घटात् पृथक् इति वदामः चेत् रूपं घटात् पृथक्, सत्यं, गुणः रूपं घटात् पृथक् इति प्रत्ययं स्वीकुर्मः चेत् तत्र तत्र घटभेद एव जनयति इति, पृथक्तरूपं न जनयति. सत्यं सत्यम्. अस्तु, कस्यचित् गुणे जायमानो अपि इत्युक्ते केनापि उक्तम् इति चिन्तयतु. रूपं घटात् पृथक् इति तावत् तथा वदनेन किं विषयीकृतम् अस्ति इत्युक्ते पृथक्त्वं न विषयीकृतं. यतोहि सः वदति रूपं घटात् पृथक्, तथापि तत्र भेदः एव दर्शितं. किमर्थम्? रूपं घटात् पृथक् इति वदनेन कः किं भवति? तत्र घटभेदः एव रूपनिष्ठम् इति कारणेन इति भवति. किमर्थं चेत् रूपं घटभेद रूपे पृथक्त्वं न भवितुम् अर्हति. यथा भवान् इदानीमेव उक्तवान् खलु, गुणे गुणः न भवितुम् अर्हति. पृथक्त्वम् इति गुणः, रूपमपि इति एकः गुणः. तदर्थं पृथक्त्वं रूपे न भवितुम् अर्हति. पृथक्त्वरूपं गुणम् अवगाहते, न पृथक्त्वरूपं गुणम् अवगाहते, परन्तु भेदमेव रूपनिष्ठं, तदेव विषयीक्रियते अत्र इति. अवगच्छति वा? आम् आम्. रामप्रिया भगिनी अवगच्छति वा? आं भगिनि. उत्तमम्. इत्युक्ते भगिनी, तत्र यदा यद्यपि वयं पृथक् इति शब्दप्रयोगं कुर्मः, किन्तु अस्माकं विवक्षा तु भेदस्य एव, न तु पृथक्त्वम् इति गुणस्य इति. इत्युक्ते यः वदति तस्य सम्यक् अवगमनं नास्ति इति. न्यायरीत्या तादृशं न वक्तुं शक्नुमः. सत्यं. केवलं पृथक् इति शब्दप्रयोगमेव कुर्मः, किन्तु तस्य अर्थः भेदः एव इति स्वीकार्यम्. स्वीकार्यं. सत्यम्. अस्तु, अग्रे महोदय. तस्मात् पृथक्त्वं भेदात् विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्रवृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. अत्र पूर्वोक्तरीत्या पृथक्त्वं भेदयोः मध्ये वैलक्षण्यमस्ति इति. अत्र एषः गुणः द्रव्यमात्रवृत्तिः एव इति मनसि स्थापयित्वा अत्र ग्रन्थकृता एवं वदति, नवद्रव्यवृत्तिः पृथक्त्वं नवद्रव्यवृत्तिः अस्ति, भेदः सर्वपदार्थवृत्तिः. सर्वपदार्थवृत्तिः द्रव्यवे द्रव्यमेव न, सर्वे पदार्थे भवितुम् अर्हति. अत्र तस्मात् पृथक्त्वम् इति लिखितं, कस्मात्? अत्र यदा पूर्वोक्तम् अकारणे गुणे रूपं पृथक्त्वं न इति कार्यम् उत्पद्यते. अस्तु, अवगच्छति भवान्. अन्तिमवाक्यम्, अन्तिम द्रव्यभिन्ने नास्ति इति अपि तदर्थः. अस्तु, द्रव्यभिन्ने नास्ति इति अपि अर्थः. तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम्. अत्र भेदः सर्वपदार्थवृत्तिः अस्ति, परन्तु पृथक्त्वं नवद्रव्यवृत्तिः एव, केवलद्रव्ये एव भवति इति, तदेव भेदपृथक्तयोः मध्ये वैलक्षण्यम् इति सूचितम्. अस्तु, प्रश्नः अस्ति वा? एकमेव, द्रव्यभिन्ने नास्ति इति अपि तदर्थः इति मया न अवगतम्. अस्तु, द्रव्यभिन्ने, द्रव्यभिन्ने इति इत्युक्ते विभक्तिः किं तत्र? द्रव्यभिन्ने, द्रव्यभिन्ने सप्तमी, सप्तमी किल अत्र, भिन्नः सप्तमी इत्युक्ते द्रव्यमात्रवृत्तिः तावदेव इत्युक्ते अन्यत्र न भवितुम् अर्हति इति. अत्र दर्शितमस्ति खलु, प्रथमपुटे, प्रथमे पुटे, द्रव्यं पृथिवी जलं तेजः वायुः आकाशकालदिक् आत्मा मनः, तत्र एव भवति पृथक्त्वम्. अपि च यद् दर्शितमस्ति तृतीयपुटे, द्रव्यं गुणः कर्म सामान्यं विशेषसामवाय अभावः. द्रव्यं भिन्ना इत्युक्ते गुणः वा कर्म वा सामान्यं वा विशेष तत्र तथा. ओ, ये पदार्थाः द्रव्यभिन्नाः सन्ति तस्मिन् नास्ति इति. परन्तु भेदः सर्वत्र भवति, सर्वे पदार्थे भवितुम् अर्हति. अस्तु अस्तु, इदानीम् अवगतं. तावदेव. अस्तु, भवानेव पठतु महोदय अग्रिमम्. हा, एतल्लक्षणे असाधारणं कारणमिति निर्देशः कृतः. लक्षणवाक्यम् अहम् एकवारं पठामि भगिनि. पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति. तत्र असाधारणम् इति पदम् उपयुक्तं. तत् किं, तस्य कारणं किम् इति एतल्लक्षणे असाधारणं कारणमिति निर्देशः कृतः. किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणम् इति असाधारणम् इति पदस्य विवरणं किं साधारणकारणं यत् सर्वं कार्यं जनयितुम् आवश्यकं यथा पूर्वोक्तः प्रागभावः प्रागभावः इति पदार्थः अभावस्य एकविधः यत् यदि यस्य कस्यापि उत्पत्तिः न भवति अतः प्रागभावः साधारणं कारणम् इति भवति न हि तेन विना किञ्चित् कार्यं जायते आम् अतः सः साधारणकारणं तद्भिन्नम् असाधारणं साधारणकारणात् भिन्नम् असाधारणं यत् कार्यविशेषमेव जनयति न सर्वं कार्यम् इत्युक्ते सर्वं कार्यं तत् न जनयति किन्तु एककार्यविशेषमेव जनयति इत्युक्ते तत् असाधारणकारणम् इति निर्देशं शक्यते निर्देष्टुं शक्यते यथा कपालः घटमेव जनयति तन्तुः पठमेव प्रकृतेपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति यदा कपालः घटमेव जनयति अतः कपालः घटं प्रति असाधारणकारणं तन्तुः पटमेव जनयति अतः तन्तुः पटं प्रति असाधारणं कारणं तादृशं पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे इत्युक्ते पृथक्त्वगुणे स्वीकृते एव भवति इति परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति पृथक्त्वम् इति गुणं घटादिकार्याणि न जनयति इति अस्ति तत् वयं जानीमः एव तत् स्पष्टम् अतः सः तादृशव्यवहारस्य असाधारणं कारणं भवति इत्युक्ते अतः सः तादृशव्यवहारस्य असाधारणं कारणं भवति विशेषस्तु अग्रे वक्ष्यते अस्तु अत्र पूर्वस्मिन् पुटे चित्रं दर्शितमस्ति पश्यति वा किञ्चित् वदति वा तस्य विवरणार्थम् अत्र एव तादृशशब्दव्यवहारस्य असाधारणकारणं भवति इति लिखितमस्ति दक्षिणतः दक्षिणात् आरभ्य वामतः गच्छति चेत् सुकरं भवति घटत्वावच्छिन्न घटनिष्ठ घटत्वावच्छिन्न विशेष्यता निरूपित पृथक् पृथक्त्वनिष्ठ पृथक्त्वावच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित शब्दप्रयोगनिष्ठकारणता ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रयः शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणता आश्रयत्वं पृथक्त्वम् इति तत्त्वे सत्यम् अस्तु इदानीं दक्षिणात् आरभ्य वामतः गच्छामः चेत् यः जानाति पृथक्त्वम् इति गुणः अस्ति तस्य एव तादृशशब्दप्रयोगः भवितुम् अर्हति इत्युक्ते पृथक्त्वे कारणता अस्ति कीदृशकारणता इत्युक्ते कारणता अस्ति चेत् तस्मात् कार्यता अपि भवेत् खलु कीदृशकार्यता इत्युक्ते शब्दप्रयोगः अत्र प्रतीतिः कः घटः पृथक् खलु घटः घटः पृथक् इति प्रतीतिः यः पृथक्त्वम् इति गुणं जानाति सः एव वक्तुं शक्यते घटः पृथक् इति कार्यताश्रयः शब्दप्रयोगः शब्दप्रयोगः कीदृशी घटः पृथक् इति तस्मिन् तस्मात् अन्यस्य मनसि ज्ञानम् उत्पादयति खलु यदा शब्दप्रयोगं कुर्मः घटः पृथक् अहं वदामि चेत् रामप्रिया भगिन्याः मनसि एकं ज्ञानम् उत्पादनं भवति. सः ज्ञानं कीदृशम् इत्युक्ते घटः अस्ति, पृथक्त्वम् अस्ति, घटः विशेष्यः घटं पृथक्त्वम् इति विशेषणं भवति, घटः घटत्वावच्छिन्नः अपि च विशेष्यता अवच्छिन्ना, पृथक्त्वमिति पृथक्त्वम् अवच्छिन्ना अपि च प्रकारता अवच्छिन्ना पृथक्त्वं, तेषां निरूपकज्ञानं जनयति. तदर्थमेव अतः अत्र लिखितं तादृशशब्दव्यवहारस्य असाधारणकारणं पृथक्त्वम् इति. विशेषस्तु अग्रे वक्ष्यते इत्युक्ते इतोपि दीर्घचर्चा भवति इति अग्रे. पृष्ठसङ्ख्या एकशताधिकं सप्तत्रिंशतिपुटे तत्र. अस्तु, इदानीं समयः जातः, प्रश्नाः सन्ति चेत् पृच्छताम्. अग्रे गत्वा सूक्तिललङ्किका तत्र आरभ्य पठामः. इतोपि किञ्चित् साधारणकारणानि अन्यानि, ईश्वरः, कालः, अदृष्टः इति मया लिखितम् अत्र. कालः तु सर्वस्य कारणं, दिक् अपि भवति किल, भवति किल प्रायः दिक् अपि. परन्तु महोदयेन उक्तं यत् ईश्वरः, कालः, अदृष्टः, रागभावः इति. अस्तु, समयः जातः, विरमाम. प्रश्नाः सन्ति चेत् पृच्छताम्. एकः प्रश्नः मया प्रष्टव्यं खलु, तादृशसम्बन्धः. अस्तु भगिनि, धन्यवादः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, शुभरात्रिः. शुभरात्रिः.